सर्वेभ्यः अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तिङ्सिद्धेः च लकाराणां च समग्रदृष्टिः इति विषयः अनुवर्तते. अत्र किञ्चिदेव पुनस्मरणं कृत्वा अग्रे सर्तुं शक्नुमः. अधुना अहं किं चिन्तितवती इति चेत् अत्र एकं धातुं स्वीकृत्य क्रमेण पश्यामः कीदृशलकारः अत्र अस्माकं विवक्षा का, कीदृशलकारः कानि सूत्राणि अत्र प्रवर्तानि इति एकवारं पश्यामः. इदानीम् अत्र भवादिगणीयधातुः अस्ति गम् इति धातुः अस्ति, गम् इति धातुः. तर्हि इदानीम् अत्र प्रथममत्र गीताञ्जलिभगिनी आगच्छतु. अत्र गम् इति धातुः अस्ति, मम विवक्षा अस्ति अत्र लोट् लकारस्य रूपम् अहं साधयितुम् इच्छामि. तर्हि तत्र किं चिन्तनं किं भवति तत्र? आं भगिनि, लोट् लकार अस्ति चेत् लोट् लकार तु सार्वधातुकलकार अस्ति. तदनन्तरं सार्वधातुकलकारः सर्वे प्रथमतया तु धातुतः तिङ् आयाति चेत् मध्ये क्रमेण वदतु भगिनि, क्रमेण वदतु. समीचीनम्, एतावता यद् उक्तवती समीचीनं, सार्वधातुकलकारः इति उक्तवती. तर्हि धातुतः किम् आगच्छति प्रथमं? हा, धातुतः तु लस्य इति सूत्रेण ल आयाति. तदनन्तरं तिङ् प्रत्यय एकक्षणं. समीचीनं, प्रथमतया तत्र लोट् लोट् इति लकारः आयाति. तत्र लोट् इति लकारस्य विधानं भवति भिन्नसूत्रेण. लोट् च इति भिन्नसूत्रेण लोट् लकारस्य विधानं भवति. अस्तु, हा, इदानीं वदतु. लोट् च इत्यनेन विवक्षानुसारेण लोट् च सूत्रेण विधानम् अस्ति चेत् तदनन्तरं तिङ् आयाति. तत्परः तिङ्केन सूत्रेण तिङ् आयाति भवती उक्तवती एव, पूर्वम् उक्तवती खलु, लस्य इति सूत्रेण भगिनि. हा, लस्य इति सूत्रेण लोट् लकारस्य स्थाने, लोट् लकार, क्षम्यतां भगिनि, लोट् लकारस्य स्थाने तिङ् प्रत्यय आयाति. समीचीनं समीचीनं. तिङ् प्रत्यय अस्ति चेत् सार्वधातुकलकार अस्ति चेत् तदनन्तरं कर्त्री शप् सूत्रेण मध्ये एकक्षणं तिङ् एकक्षणं भगिनि. हा, इदानीं तत्र प्रथमं लोट् विधानं भवति लोट्श इति सूत्रेण, तदनन्तरं लस्य इति सूत्रेण लकारस्य स्थाने तिङ् प्रत्ययः आयाति. तर्हि इदानीं गम् योगः तिङ् तिङ् इति अत्र प्रथमपुरुषे एकवचनम् इति चिन्तयतु. तिङ् प्रत्ययेषु प्रथमपुरुषे एकवचनम् इति चिन्तयतु. गम् योगः ति अस्ति खलु. इदानीं वदतु, हा, इदानीं वदतु. गम् योगः ति अस्ति चेत् तदनन्तरं मध्ये तु किमपि विधानं, तत्र लकारः कः? हा, सत्यं वदतु. लकारः तु लोट् लोट् विवक्षा अस्ति न मा भगिनि? हा, सत्यं वदतु, समीचीनं वदतु. हा, अस्तु, धातु तिङ् मध्ये किमपि विधानं नास्ति चेत् तत्र कर्तरिषप् सूत्रेण तत्र कर्तरिषप् कार्यं करोति. तदनन्तरं किमपि एकक्षणं भगिनि, बहु समीचीनम्. अत्र व्यवधानं नास्ति इति कृत्वा कर्तरिषप् कार्यं करोति, सत्यं. कर्तरिषप् इति सूत्रस्य निमित्तं किम्? कर्तरि शप् निमित्तं सार्वधातुकलकारः तदेव कर्तरि शप् इत्यस्य निमित्तं सार्वधातुकलकारः इति अस्ति, परन्तु सूत्रं किं वदति? कर्तरि शप् इति सूत्रं किं सूचयति? कीदृशप्रत्ययः भवेत् धातुतः? धातुतः तिंशत् सार्वधातुकं भवेत् तत्सूत्रेण भगिनि. अत्र विनयमहोदय किं चिन्तयति, धातुतः कीदृशप्रत्ययः भवेत्? भगिनी सार्वधातुकप्रत्ययः इति उक्तवती, समीचीनं. तिंशत् सार्वधातुकं सार्वधातुकप्रत्ययः इति उक्तवती, तर्हि अन्यत् किमपि आवश्यकं वा तत्र? कर्तृक सम्बन्धे कर्तृ शप् कर्तृक सम्बन्धे प्रत्यय आगच्छति. यदि कर्तृक सम्बन्धे आगच्छति तर्हि प्रत्ययः, यदि वयं लट्लकारसम्बन्धे वदामः तर्हि तीत अन्ते इत्यादि, यदि लोट् सम्बन्धे अपि तूता तूतामन्ते इत्यादि. हा हा, समीचीनं भगिनी. पश्यतु, इदानीं तत्र यद्भवती उक्तवती तिङ्प्रत्ययः सार्वधातुकः इति, समीचीनं, परन्तु तत् पर्याप्तं नास्ति. केवलं सार्वधातुकः अस्ति चेत्, सार्वधातुकमस्ति चेत् पर्याप्तं नास्ति. अपि च किं चिन्तनीयम् इति चेत् कर्त्रार्थे अस्ति वा इति चिन्तनीयं. हा, विवक्षा कर्तरिप्रयोगे अस्ति वा इति चिन्तनीयम्. इदानीं कर्तरिप्रयोगे अस्ति इति चिन्तयति चेत् तत्र यथा भवती उक्तवती कर्तरीशप् आगच्छति, तर्हि तत्र किं भवति? तदनन्तरं कर्तरि शप् सूत्रेण धातुतः गणनिमित्तिकत विकरणप्रत्यय आयाति तत् सत्यं. अत्र तु लोट् किं, क्षम्यतां भगिनि, बहु समीचीनं भगिनि, बहु समीचीनम्. हा, इदानीं तत्र केवलं कः भेदः इति चेत् तत्र ति इति प्रत्ययः न भवति, तस्य स्थाने प्रत्यय आदेशः भवति, तु इति भवति. तर्हि रूपमस्ति गच्छतु इति रूपमस्ति, तत्र अन्यत् किमपि कार्यमस्ति, अतः नास्ति चिन्ता. यदि पट् इति दातुं स्वीकरोति चेत् तत्र पठति इति रूपमस्ति. हा हा, पठतु इति रूपमस्ति. तर्हि अत्र प्रश्नः अस्ति, इदानीं पट् इति दातुमेव स्वीकुर्मः, पट् योगः लोट् इति उक्तं, तर्हि लोट् स्थाने लस्य इति सूत्रेण तिङ् प्रत्ययः आयाति. तत्र यदा तिङ् प्रत्ययः आयाति तत्र चिन्तनं भवति, कीदृशतिङ् प्रत्ययः आयाति इति चिन्तनमस्ति खलु. अष्टादशतिङ् प्रत्ययः अस्ति, तेषु कः प्रत्ययः आयाति इति तत्र किम् अस्ति चिन्तनम्? परस्मैपदि वा आत्मनेपदि वा इति तु वयं चिन्तनीयं. लः परस्मैपदम् अपि च तङ्गानावात्मनेपदं सूत्रेण वयं अग्रिम वयं जानाति वयं जानीमः लस्य अपि सिप्तजी सिप्तस्थ मिप् पद्म साम् आतां झ थास् आतां ध्वम् इद् बहिमहि द्वयोः सूत्रभ्यां जानीमः किं सिद्धप्रत्यय तत्र समीचीनम्. हा, बहु समीचीनं, सम्यक्, बहु समीचीनं. तर्हि अत्र अस्माकं धातुः अस्ति पट्, पट् इति धातुः अस्ति. तर्हि अत्र केन सूत्रेण कीदृशप्रत्ययः आयाति, कीदृशतिङ् प्रत्ययः आयाति? लोट् प्रथम पुरुष एकवचन अस्ति चेत् तु तिप् एव आयाति भगिनि. हा, किमर्थं तिप् इति वदति? तत्र अष्टादशप्रत्ययाः सन्ति खलु, आत्मनेपदीप्रत्ययः त अथां झ इति अस्ति, तत् किं नाय किमर्थं नायति? सूत्रमस्ति तङा नावात्मनेपदम् इति सूत्रं वदति. तङ् इति प्रत्यये यत्किमपि प्रत्यय अस्ति ते सर्वे आत्मने पदी प्रत्यय अस्ति. अपि च प्रथम नव प्रत्यये तस् इत्युक्ते तिप्तजि सिप्तस्थमि पस्मस् ते एव परस्मैपदी सन्ति. यद्यपि लह परस्मैपदम् इति न वदति, लह परस्मैपदं वदति सर्वाणि सर्वे प्रत्ययाः तु परस्मैपदी एव अस्ति, किन्तु तङ्गानावात्मनेपदं वदति तङ् प्रत्यय अन्तर्भूताय ये प्रत्ययाः सन्ति ते एव आत्मनेपदी अस्ति. अपि च एकं सूत्रम् अस्ति आकडारादेकासंज्ञा तत् सूत्रे. एकक्षणं भगिनि, एकक्षणं, बहु समीचीनं, बहु समीचीनं. तत्र किं किम् अस्ति इति भवती सम्यक्तया प्रतिपादितवती, परन्तु अस्माकम् अत्र धातुः कः, पट् इति धातुः अस्ति. तर्हि पट् धातुतः अत्र लः परस्मैपदम् इत्यनेन इति सूत्रं कार्यं करोति वा, नो चेत् तङ्गानाव् आत्मनेपदम् इति सूत्रं कार्यं करोति वा इति तदनुसृत्य तत्र प्रत्ययः विधीयते खलु. आत्मनेपदीप्रत्ययः विधीयते, नो चेत् परस्मैपदीप्रत्ययः विधीयते. तर्हि तत्र चिन्तनं कीदृशचिन्तनं करणीयम् इति अत्र लक्ष्मीभगिनी वदतु. अत्र विवक्षानुसारं प्रथमाविभक्ति एकवचनः चेत् तिप् इति आयाति इति चिन्तयामि भगिनि. किमर्थं तिप् आयाति, किमर्थं त न आयाति? परस्मैपदीनाम् अष्टादशानां प्रत्ययानां प्रथम नव प्रत्ययाः परस्मैपदी प्रत्ययाः भवन्ति. तदनन्तरं तत्तु सत्यं, परन्तु तत्तु सत्यं. हा हा हा हा, समीचीनं. धातुः कीदृशः इति चिन्तनीयं, धातुः धातोः स्वभावः कः इति अपि चिन्तनीयं. कर्तृ न धातोः स्वभावः, प्रत्ययस्य स्वभावः कर्तृत्वे अस्ति, सार्वधातुकप्रत्ययः अस्ति इति जानीमः, परन्तु धातोः स्वभावः कः? अस्माभिः पूर्वं पठितं खलु पदव्यवस्था, इडव्यवस्था इति पठितं खलु. पदव्यवस्था इति सूत्रेण, इति पदव्यवस्था इत्यत्र यानि यानि सूत्राणि सन्ति तैः सूत्रैः ज्ञायते धातुः कीदृशः इति. पट् धातुः कीदृशः, तत्र पट् धातोः रूपं किं भवति लोट् लकारे? पठतु इति भवति. पठतु इत्यत्र तु इति प्रत्ययः कीदृशप्रत्ययः, अत्र परस्मैपदी वा आत्मनेपदी वा? परस्मैपदी. परस्मैपदी. कथं ज्ञातुं कथं जानीमः इति चेत् पट् धातोः स्वभावम् अनुसृत्य, पट् धातोः कीदृशस्वरः अस्ति इति ज्ञात्वा. यद्यपि अत्र अस्माकं पुरतः इदानीं स्वरविषयः नास्ति इदानीं, तथापि वयं जानीमः पठतु इति परस्मैपदीप्रत्ययः एव विधीयते तत्र. तत्र अस्माभिः पठितं खलु अनुदात्तनित आत्मनेपदं, त्वरितनितः कर्तृभिप्राये क्रियाफले, शेषात् कर्तरि परस्मैपदम् इति सूत्रं, त्रीणि सूत्राणि पठितानि. तानि आधारीकृत्य अत्र धातुः कीदृशः इति विचिन्त्य तदनन्तरं प्रत्ययः तदनुगुणं विधीयते. इदानीं पट् धातुः परस्मैपदी अस्ति, अतः तस्मात् टिप् इति प्रत्ययः एव विधीयते, न तु त इति आत्मनेपदे प्रत्ययः. तर्हि तत्र किं चिन्तनम् इति चेत् पट् धातुतः यदा किङ् प्रत्ययः विधीयते तदानीमेव चिन्तनीयं धातुः कः, का कीदृशः, परस्मैपदी वा आत्मनेपदी वा इति विचिन्त्य तदनुगुणं तत्र लकारस्य स्थाने प्रत्ययः विधीयते, परस्मैपदीप्रत्ययः वा आत्मनेपदीप्रत्ययः वा इति. तत्र चिन्तितमासीत् तत्र लः परस्मैपदे पदम् इति सूत्रेण. तत्र सूत्रं किं वदति भगिनि, लः परस्मैपदम्? ल परस्मैपदं वदति लस्य स्थाने अष्टादश तिङ्प्रत्ययाः परस्मैपदिनः भवन्ति इति वदति. अष्टादश तिङ्प्रत्ययाः विधीयन्ते लस्य स्थाने इति तस्य अर्थः भवति. इति चेत् अष्टादशानामपि तिङ्प्रत्ययाः भवन्ति. तदनन्तरमेव तङानौ आत्मनेपदम् इति सूत्रं वदति. तङ्प्रत्ययाः आत्मनेपदिनः आत्मनेपदि प्रत्ययाः भवन्ति इति पृथक्तया वदति. अत्र प्रश्नः उदेति खलु इदानीं सर्वेषां. प्रश्नः कः? प्रश्नः भवति नामद्वयं भवति लकार प्रत्ययानाम् आत्मनेपदी इत्यस्य द्विवारं नाम भवति. परस्मैपदी अपि नाम अस्ति, आत्मनेपदी इति अपि नाम अस्ति. तु कथं ज्ञातुं शक्नुमः नाम इति नाम भवति. कथं ज्ञातुं शक्नुमः के परस्मैपदीप्रत्ययाः के आत्मनेपदीप्रत्ययाः इति प्रश्नः भवति. इत्युक्ते तत्र तत्र तङ् इति प्रत्ययानां संज्ञाद्वयम् अस्ति खलु. तङ् इति आत्मनेपदीसंज्ञकप्रत्ययानां संज्ञाद्वयम् अस्ति. परस्मैपदम् इति संज्ञा अस्ति, आत्मनेपदम् इति अपि संज्ञा अस्ति. तर्हि तयोः मध्ये तत्र संज्ञाद्वयं भवितुम् अत्र भवति चेत् क्लेशः भवति. तर्हि तत्र चिन्तनं किं भवति? अत्र उमा भगिनी वदतु, तदनन्तरं चिन्तनं किं? अस्ति वा भगिनि? अस्तु, रामनाथन् महोदय वदतु. एकस्य एव संज्ञाद्वयम् अस्ति, संज्ञाद्वयमस्ति, क्लेशः अस्ति इति जानीमः. तर्हि तत्र किम् अत्र अस्माकं सहकरोति? मेडम् लास्ट् क्लास् ऐ वाज़् नाट् अटेण्डेड्. अस्तु अस्तु अस्तु, नास्ति चिन्ता. अस्तु, तर्हि अत्र अरुणा भगिनी वदतु. सूत्रं न स्मरामि, परन्तु एकसंज्ञासूत्रमेव कार्यं कर्तुं शक्नोति इति अहं मन्ये. ततः सूत्रम् अहं न जानामि. अस्तु अस्तु, नास्ति चिन्ता. मीना भगिनी वदतु. किमर्थं संज्ञा द्वयम् अस्ति इति चेत् तदेव प्रश्नः किल. संज्ञाद्वयं संज्ञाद्वयम् अस्ति, किमर्थम् अस्ति इति नास्ति. संज्ञाद्वयम् अस्ति इति जानीमः, परन्तु संज्ञाद्वयं स्थातुं न शक्नोति. संज्ञाद्वयम् अस्ति चेत् क्लेशः अस्ति. कथं एकमेव अत्र पठतु इति क्लेशस्य निवारणं कथं भवति? पाणिनिः कथं भवति, कथं करोति इति. आकडारात् एका संज्ञा इति सूत्रं प्रथम अध्याये चतुर्थपादे प्रथमसूत्रः सूत्रतः कडारात् कर्मधारये इति द्वितीयपादे द्वितीय अध्याये द्वितीयपादे पर्यन्तम् अस्ति. तत्र कोऽपि सूत्राणि सन्ति तत्र एकसंज्ञा एव भवितव्यम् इति यदि नियमः अस्ति. लह परस्मैपदम् इति प्रथम अध्याये चतुर्थपादे नवनवमः सर्गः सूत्रः अस्ति. अनन्तरं प्रथमपादे चतुर्थपादे एकशतब्द सूत्रमस्ति. किमपि सूत्रं सन्ति मध्ये आकडारात् एका संज्ञा इति सूत्रतः मध्ये ते एकसंज्ञा एव उचितम् उचितं वा नियमः एव युगपत् न भवितव्यम् इति अर्थः. कथं निर्णयः भवति? सत्यं सत्यं, बहु समीचीनं. तस्मिन् क्षेत्रे आकडारात् एका सञ्जातः कडाराः गर्भधारये इति पर्यन्तं सत्यं तत्र एकक्षणभगिनी, तत्र निर्णयः कथं भवति? सत्यम् इदानीं तत्र लः परस्मैपदम् अपि च तङ्गानाव् आत्मनेपदं सूत्रद्वयम् अपि अस्मिन् क्षेत्रे एव अस्ति, आकारात् एका संज्ञा इति क्षेत्रे अस्ति, तर्हि निर्णयः कथं भवति इदानीं? संज्ञाद्वयं न उचितं, लः परस्मैपदम् अष्टादशप्रत्ययः परस्मैपदम् इति वदति, तदनन्तरं तङ्गानाव् आत्मनेपदम् इति वदति, तस्मात् संज्ञाद्वयं भवति, तस्मात् एकसंज्ञा. तर्हि सत्यम् एका एव संज्ञा तिष्ठति इति सत्यं, तर्हि तयोः मध्ये का संज्ञा तिष्ठति? तङ्गानौ आत्मनेपदम् इति संज्ञा तिष्ठति. कथं जानीमः? परसूत्रम् इति कारणेन. परसूत्रम् इति अत्र द्वयोः सूत्रयोः सम्भवः अस्ति, तत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रस्य बलमस्ति इति कृत्वा तत्र तङ्गानौ आत्मनेपदम् इति सूत्रं तत्र तस्य संज्ञा एव तिष्ठति, इत्युक्ते तङ् प्रत्ययानाम् आत्मनेपदसंज्ञा एव तिष्ठति, न तु परस्मैपदसंज्ञा इति कृत्वा इदानीम् अस्माकम् उदाहरणे पट्योगः शप्योगः ति इत्यत्र पट्योगः शप्योगः तु, तत्र तु इति प्रत्ययः कथम् आगतः इति चेत् तत्र परस्मैपदीप्रत्ययः एव परस्मैपदसंज्ञकप्रत्ययः एव आवश्यकः अत्र, यतोहि धातुः परस्मैपदी अस्ति, अतः लः परस्मैपदम् इति सूत्रेण अत्र प्रथमपुरुषे एकवचने तिप् इति प्रत्ययः आयाति प्रथमतया, तदनन्तरं तिप् प्रत्ययस्य स्थाने आदेशः भवति, प्रत्य आदेशः भवन्ति. वयं जानीमः तत्र लकारस्य स्तरे भेदः नास्ति, सर्वेषु लकारेषु तत्र लु इति अवशिष्यते, लोट् इति वदामः चेत् तत्र इत्संज्ञकवर्णानां लोपानन्तरं तत्र लु इति अवशिष्यते, सर्वेषु लकारेषु लु एव अवशिष्यते, तस्य स्थाने यः तिङ् प्रत्ययः आयाति तत्रापि सर्वत्र तिङ् प्रत्ययः एव, भेदः नास्ति, परस्मैपदीप्रत्ययः वा भवतु आत्मनेपदीप्रत्ययः वा भवतु भेदः नास्ति, तत्रापि सर्वत्र तिङ् प्रत्ययः आयाति. तदनन्तरं तत्र लकारम् आश्रित्य लकीदृशलकारः इति विचिन्त्य तत्र तिङ् प्रत्ययस्य स्थाने आदेशाः भवन्ति, तत्र लोट् लकारे आदेशः कीदृश आदेशः भवति इति चेत् ति इत्यस्य स्थाने तु इति भवति, तु इति भवति, अतः तत्र पठतु इति रूपं निष्पन्नं भवति, एवमेव सर्वत्र प्रक्रिया अस्ति, बुद्धं खलु? प्रश्नः अस्ति वा? भगिनी क्षम्यतां, विमला अस्मि, दशनिमेषविलम्बेन आगतवती, कुत्र सन्ति वयं, कस्मिन् पुटे? न, एकं चिन्तनं वयं चिन्तनं कुर्वन्तः स्मः, चिन्तनमेव कुर्वन्तः स्मः. अस्तु भगिनि, किं सिद्धेः तत् न तत्र एव एकम् उदाहरणं स्वीकृत्य तत्र किम् अस्ति इति वयं चिन्तितवन्तः. अत्र सारांशरूपेण अरुणा भगिनी वदतु इदानीम् अत्र एतावता किं चर्चितम् एकवारं स्मरतु. प्रथमं किं लकार आकाङ्क्षा इति चिन्तनं कुर्मः, तदनन्तरं अत्र धातु किं, प्रथमं धातु किं, धातु कीदृशधातु, परस्नेपदी धातु, आत्मनेपदी धातु, स्वरं रूप दृष्ट्वा निर्मितं कुर्मः, तदनन्तरं लः कर्मणि च भावे च सूत्रेण लकारः आगच्छति, तदनन्तरं लकारः तत्र लः कर्मणि भावे च कर्मकेभ्यः इति सूत्रेण लकारः नायति, तत्र लकारस्य अर्थस्य निर्णयः भवति, कस्मिन् अर्थे अस्ति. लस्य इति सूत्रेण लकार न, अत्र विवक्षा अस्ति लोट् लकारः, अतः लोट्श इति सूत्रेण लकारः आयाति. लोट्च इति सूत्रेण लकारः आगच्छति, तदनन्तरं लस्य इति सूत्रेण तिङ् प्रत्यय विधीयते, तदनन्तरं कर्तर्त्वे सार्वधातुकप्रत्यय अस्ति चेत् कर्तरिषब् सूत्रेण विकरणप्रत्यय आगच्छति. तदनन्तरं यदा तिङ् प्रत्ययः आयाति तदानीं चिन्तनं भवति खलु, कीदृश तिङ् प्रत्ययः, परस्मैपदि वा आत्मनेपदि प्रत्ययः वा इति चिन्तनं. तद् धातु कीदृशं धातु इति दृष्ट्वा तदेव वयम् अल्ल तिङ् प्रत्यययोजनीयं योजयामः. सत्यं सत्यं सत्यम् इत्युक्ते तत्र प्रथमतया धातुतः लकारः विद्यते, लोट् इति लकारः विद्यते. सर्वेषु लकारेषु लोट् इति, तत्र लोट् भवतु लट् भवतु यः कोऽपि लकारः भवतु, तत्र भेदः नास्ति. केनचित् विधायकसूत्रेण लकारः विधीयते. तदनन्तरं तत्र लस्य इति सूत्रेण तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययस्य आगमनसमये एव चिन्तनं भवति, अत्र परस्मैपदी धातुः अस्ति वा आत्मनेपदी धातुः अस्ति वा इति चिन्तनं भवति. तदनुगुणं तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययस्य स्थाने आदेशाः भवन्ति, प्रत्ययादेशाः भवन्ति. लकारम् आश्रित्य प्रत्ययादेशाः भवन्ति. अत्र तु इति ति इति प्रत्ययः तु इति भवति. तर्हि पट् योगः तु इति अस्ति. अधुना तु इति प्रत्ययः सार्वधातुकः अस्ति, कर्त्रार्थे अपि अस्ति इति कृत्वा शप् आगच्छति, कर्तरि शप्. तर्हि पट् योगः अयोगः तु पठतु, वर्णमेलनेन पठतु. इदानीम् अ इति प्रत्ययः अस्ति, तत्र अङ्गकार्यम् अस्ति वा इति सर्वं चिन्तनीयं भवति. अत्र तु पट् इत्यत्र इक् वर्णः कोऽपि वर्णः नास्ति, अतः अङ्गकार्यम् अन्यत् किमपि नास्ति, अतः पठतु इति रूपं. समीचीनं, बहु समीचीनं भवति. अस्तु अस्तु, तर्हि इदानीम् अग्रे सरेम. अत्र लघुत्वविषये इति अस्ति. क्षम्यतां भगिनि, वयं तु अधुना तु न पठितवन्तः, न तिप् स्थाने तु कथम् आयाति, केन सूत्रेण, तद् न पठितवन्तः. अग्रे पठामः. अग्रे अत्र एकवारम् उक्तवती खलु, तत्र अष्टाध्यायी समग्रचिन्तन चिन्तनावसरे उक्तवती, तत्र प्रत्ययस्य स्थाने भिन्नभिन्न आदेशाः भवन्ति इति उक्तवती खलु. तत्र एकेन सूत्रेण ति इति तु इति भवति. अस्तु, अस्तु, नास्ति चिन्ता. अग्रे तत्र ति तु कथं भवति, अपि च ति प्रत्ययः अपठत् इत्यत्र तकारः कथं भवति, अपि च तत्र विधिलिङ्गकारे इत् पठेत् इति कथं भवति, तत्सर्वम् अग्रे पश्यामः. प्रत्ययादेशः केन सूत्रेण भवति इति अग्रे पश्यामः. परन्तु अधुना किम् अवगच्छामः इति चेत्, ति प्रत्ययस्य स्थाने आदेशाः भवन्ति इति अत्र सार्वधातुकलकारः. इदानीं यद्मया उक्तं पट् धातोः विषये, समानप्रक्रिया भवति लट् लोट् लङ् विधिलिङ् एतेषु लकारेषु समानप्रक्रिया. भेदः न कोऽपि भेदः, केवलं भेदः कः इति चेत्, धातुः कस्मिन् गणे अस्ति इति चिन्तनं भवति. धातुः वादिगणे अस्ति इति कृत्वा कर्तरि शप् आगच्छति, परन्तु धातुः भिन्नगणे अस्ति चेत् भिन्नविकरणप्रत्ययः आयाति, तावानेव भेदः, अन्यत्र न कोऽपि भेदः. अतः लट् लोट् लङ् विधिलिङ् एतेषु सर्वेषु लकारेषु प्रक्रिया समाना. अस्तु, इदानीम् अग्रे सरेम लघुत्वविषये. अरविन्द महोदय पठतु. लघुत्वविषये अत्र प्रश्न उदेति, एकस्य इयं संज्ञा भवतु अन्यसंज्ञा न इति निर्धारयितुम् एतादृशी शैली किमर्थम्? अन्यत्र अन्यपद्धति शेषात् इत्युक्तं किल? अनुदातङित आत्मनेपदं स्वरितनितकर्तृभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम्. अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदिदातकसंज्ञकाः इति पर्यवसितम्. अत्र एतादृशी शैली किमर्थं, प्रत्ययानां विषये च अन्यशैली किमर्थम्? प्रत्ययानां विषये अन्यशैली किमर्थम्? बुद्धं वा, बुद्धं वा, बुद्धं, किन्तु प्रत्ययानविषये अन्यशैली इति इत्युक्ते अत्र अत्र एतानि त्रीणि सूत्राणि सन्ति खलु, तत्र किम् उक्तं, तत्र तृतीयं सूत्रं किं, तत्र तृतीयसूत्रं प्रथम द्वौ सूत्रौ किं विद्यते तत् तेषाम् अतिरिक्त किमपि अस्ति तत् समस्तं परस्मैपदं भवति इति तत् शेषात् इति शब्देन निर्दिश्यते. इत्युक्ते अनुदात अथवा ङित अस्ति चेत् आत्मनेपदं भवति, स्वरित अथवा नित कर्तृभिप्राये अस्ति क्रियाफले चेत् अपि क्रिया परस्मैपदं भवति, न तु आत्मनेपदं भवति. ये द्वे द्वौ नास्ति चेत् सर्वं परस्मैपदि इति संज्ञा आप्नोति. हा, स्वरितरितकर्तृभिप्रायक्रियाफले इति सूत्रे स्वरित स्वरितेत् अस्ति धातुः, नो चेत् नित् नकारस्य इत् अस्ति, तत्र क्रियायाः फलं कर्तुः कर्तारं प्रति गच्छति चेत् आत्मनेपदि, क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् तत्र परस्मैपदि. इत्युक्ते उभयपदीधातूनां विषयः अस्ति तत्र. अनन्तरं तत्र शेषात् कर्तरि परस्मैपदम् इति सूत्रमस्ति. यत् अवशिष्यते तस्य परस्मैपदसंज्ञा अस्ति इति उक्तम्. तर्हि तत्र तिंशित् सार्वधातुकम् इति सूत्रम् अस्माभिः पठितम्, अपि च शेष आर्धधातुकं शेषः इति उक्तम्. यः प्रत्ययः तिङ् अथवा शित् नास्ति सः प्रत्ययः आर्धधातुकः इति उक्तम्. तर्हि एतादृशशैली अस्ति बहुत्र, शेषः शेषः इति उच्यते, एकम् उच्यते तदनन्तरम् अन्यत् सर्वं शेषः अन्यत् इति उच्यते. परन्तु अत्र अस्माकं परस्मैपदम् आत्मनेपदम् इत्यत्र लः परस्मैपदम् इत्युक्तं, तत्र तङ्गानाम् आत्मनेपदम् इत्युक्तं. तत्र किमर्थं शेषः यदवशिष्यते तत् आत्मनेपदम् इति तादृशं किमर्थं न उक्तम् इति प्रश्नः अत्र. बुध्यते वा? आं भगिनि. हा, अग्रे पठतु. उत्तरम् एवं यत् यथासङ्गं यस्य लघुत्वं तदनुसृत्य शैली. अत्र धातूनां प्रसङ्गे धातवः बहुविधा. यः कोऽपि धातुः ङित् अपि नास्ति, अनुदेत् अपि नास्ति, ङित् अपि नास्ति, स्वरितेत् अपि नास्ति, सा धातु कर्त्रात्ते चेत् परस्मैपदि एव. तर्हि धातु उदात्तेत् अस्ति चेत् परस्मैपदि, किन्तु उदात्तेत् नास्ति चेदपि यदि ङित् अनुदात्तेत् ङित् स्वरितेत् नास्ति तर्हि सा धातु परस्मैपदि एव. यथा ऋषां घै, ऋषा इति उदात्तेत्, घञ् इति धातु इति उदात्तेत् न, उभयत्र परस्मैपदित्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वम्. अत्र परस्मैपदसंज्ञा केषाम् इति वदनार्थम् उदात्तेत् अथवा नित् इत् संज्ञकस्वरः नास्ति चेदपि तदा इत्यस्मिन् लघुत्वं नितरां नास्ति, तदर्थं शेषात् इत्युक्तम्. अग्रिमवाक्यमपि पठतु. किन्तु यत्र प्रत्ययाः सन्ति तत्र द्विविधम् एव, अतः द्वैविध्यम् एव, अतः तिङ्गु शेषात् तङ् आनश्च आत्मनेपदम् तिङ्क्षु, तिङ्क्षु शेषात् तङ् आना च आत्मनेपदम् इत्यस्य अपेक्षया तङानौ आत्मनेपदम् इत्यनेन लघुत्वम्. तत्र सूत्रस्य लघुत्वं किम् किं स्थापयति? एकवारं प्रश्नः कः इति वदतु. प्रश्नः कः, अनन्तरम् उत्तरं किम्? प्रश्नः उदेति उपरि दत्त द्वौ सूत्रौ तत्र अनुदात्त अनुदातेत् ङित् एवं स्वरित ङित् अकर्तृभिप्राये सर्वं कर्तृभिप्राये द्वौ आत्मनेपदं भवति, अन्यत् शेष अन्यत् यदि अनुदात् नास्ति ङित् नास्ति स्वरितेत् नास्ति ङित् नास्ति तत् शेषं कर्तरि अर्थे शेषात् कर्तरि परस्मैपदम् इति तृतीयं सूत्रमस्ति इति कृत्वा प्रश्नमस्ति कथं विभजनं भवति तेषां. तत्र अनुदात् नास्ति ङित् नास्ति एतत् सर्वं पृथक्या वक्तुं चेत् सूत्रं दीर्घं भवति इति कृत्वा तिङ्षु शेषात् तङ् आना च आत्मनेपदम् इति सूत्रं रूपं रूपस्य लघुत्वं स्थापयितुं कृत्वा तङानौ आत्मनेपदम् इति लघुरूपं दत्तमस्ति. समीचीनम् इत्युक्ते अत्र एका शैली एव सर्वत्र भवेत् इति तादृशनियमः नास्ति. यत्र अस्माकं व्याकरणस्य लक्ष्यमस्ति लघुत्वं, मात्रालाघवत्वं, तत्र सूत्रं लघु स्यात् इत्येव लक्ष्यमस्ति. तर्हि तदर्थं तत्र सन्दर्भम् अनुसृत्य तदनुगुणं सूत्रं क्रियते. एकत्र शेषात् इति उक्तं, शेषात् कर्तरि परस्मैपदम् इति उक्तं, तत्र तादृशवर्णनं समीचीनम् अस्ति. परन्तु यत्र लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं, तत्र एतादृशचिन्तनेन क्लेशः भवति. इत्युक्ते लः परस्मैपदम् इति सूत्रेण सर्वेषां प्रत्ययानां परस्मैपदसंज्ञा भवति इत्युक्तम्. अनन्तरं तङ् प्रत्ययः आन्नप्रत्ययः अनयोः आत्मनेपदसंज्ञा भवति इति उक्तं. तर्हि अत्र शेषात् इति वक्तव्यं चेत् तत्र कथञ्चित् तत्र वक्तव्यं, तत्र तिङ्षु तत्र यः प्रत्ययः तत्र परस्मैपदी नास्ति तादृशप्रत्ययः तङ् प्रत्ययः अनप्रत्ययः आत्मनेपदम् इति किमपि वक्तव्यं भवति. तादृशं वदामः चेत् तत्र सूत्रमितोपि दीर्घं भवति. अतः लघुत्वसाधनार्थं तत्र भिन्नरीत्या उक्तम्. एतादृशम् अन्यत्रापि द्रष्टुं शक्नुमः. बहुत्र यत्र यत्र तादृशसाधनं यत्र तादृशं साधयितुं शक्यते, यथा तत्र शेषात् इति वक्तुं शक्यते, तादृश तत्र तादृशशैली भवति. यथा अत्र अनुदात्तमित आत्मनेपदं, स्वरितमितकर्त्राभिप्राये क्रियापले, अनन्तरं शेषात् कर्तरि परस्मैपदं, तत्र क्लेशः नास्ति, सम्यक्तया वक्तुं शक्नुमः. धातुः नित् नास्ति, अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, नित् नास्ति, तादृशधातुः परस्मैपदी शेषात् इति उक्तं. तर्हि तत्र क्लेशः नास्ति. परन्तु अत्र लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं, तत्र तादृश शैली शेषात् इति वदामः चेत् इतोपि तत्र सूत्रं दीर्घं भवति. अतः तत्र लाघवं साधनार्थं तङ्गानाम् आत्मनेपदम् इत्येव उक्तमस्ति. अत्र किम् अत्र केवलं चिन्तनार्थं दत्तमस्ति खलु. यदि वयं तङ्गानौ आत्मनापदं शेषात् परस्मैपदम् इत्युक्ते लस्य परस्मैपदं सस्य सूत्रस्य स्थाने शेषात् परस्मैपदम् इति साधु भगिनि. प्रथमतया तत्र तङ्गानौ आत्मनेपदम् इति वदति, तदनन्तरं तत्र शेषात् तस्य स्थाने लस्य परस्मैपदं या शेषात् परस्मैपदम्. परन्तु लः इति आवश्यकं खलु. कुत्र लः इति स्थापयति? लः परस्मैपदम् इति अस्ति तत्र लः. तर्हि लः तङ्गानाम् आत्मनेपदम् इति वक्तुं वदामः वा तत्र? आम् आम्. लः तङ्गानाम् आत्मनेपदम् इति वदति. तदनन्तरं द्वितीयं सूत्रं किं? शेषात् कर्तरि शेषात् परस्मैपदम्. हा, शेषात् परस्मैपदम्. इदानीं शेषात् इति पदम् अधिकमस्ति खलु. लः परस्मैपदम् इत्यस्य अपेक्षा शेषात् परस्मैपदम् इति दीर्घमस्ति खलु. तत्र अतः तत्र लाघवं साधनार्थं तत्र कथञ्चित् तत्र मात्रालाघवं साधनार्थं तथा क्रियते. शेषात् परस्मैपदम् इति वदामः चेत् दीर्घं भवति. अस्तु अस्तु, समीचीनम्. अत्र एकं वक्तुमिच्छामि. अत्र एवमेव अस्माकं ज्ञानार्थम् अत्र एकं वाक्यमस्ति, दत्तं द्वौ सूत्रौ इति अस्ति. दत्तं द्वौ सूत्रौ तत्र तत्र रमासिंहराम भगिनी वदतु, दत्तं द्वौ सूत्रौ इति समीचीनं वा? अस्ति वा भगिनि? अस्तु, सुमन् भगिनी वदतु. क्षम्यतां भगिनि, पुनः पृच्छतु. दत्तं द्वौ सूत्रौ समीचीनं वा वाक्यम्? न, तत्तु सूत्र पदं तु सूत्रं नपुंसकलिङ्गम् अस्ति खलु, द्वे सूत्रे भवति. तर्हि पुनः वदतु वाक्यं किं. मम वाक्यमस्ति दत्तं द्वौ सूत्रौ, भवती सम्यक्तया वदतु इदानीं. दत्ते द्वे सूत्रे. किमर्थं दत्ते? तत्तु पुनः विशेषणं भवति खलु. हा, बहु समीचीनं. हा, सत्यम्. अतः यदा एतादृशवाक्यं वयं कुर्मः, दत्तं द्वौ सूत्रम् इति प्रथमतया तत्र द्वौ इति संख्यावाचकशब्दः अपि विशेषणम् अस्ति, सूत्रम् इत्यस्य विशेषणमस्ति द्वौ, तत्र द्वि इति पदं विशेषणमस्ति, अनन्तरं दत्तः इति शब्दः पुल्लिङ्गे एकक्षणम् भवती सम्यक्तया उक्तवती. एकक्षणम्, इदानीं तत्र सूत्रम् इति विशेष्यम् अस्ति, तत्र तस्य संख्यावाचकशब्दः विशेषणं भवति, अनन्तरं तत्र तप्रत्ययान्तशब्दः, अत्र दत्तम् इति उक्तं, दत्तम् इति शब्दः तत्र तप्रत्ययान्तः अस्ति, तप्रत्ययान्तशब्दः अपि विशेषणम् अस्ति, सूत्रम् इत्यस्य विशेषणम् अस्ति. अतः इदानीं सूत्रद्वयम् अस्ति चेत् सूत्रे इति नपुंसकलिङ्गे सूत्रे इति अस्ति, सूत्रे इत्यस्य विशेषणवाचकपदं संख्यावाचकपदं, द्वि इत्यस्य नपुंसकलिङ्गे अत्र द्वे इति रूपम् अस्ति, द्वे सूत्रे. इदानीं दत्तम् इत्यपि विशेषणम् अस्ति, अतः दत्तम् इति एकवचने, द्विवचने अत्र दत्ते, तर्हि दत्ते द्वे सूत्रे इति वाक्यं. तर्हि सर्वत्र यदा संख्यावाचकशब्दस्य प्रयोगः अस्ति तत् स्मर्तव्यम्, अत्र विशेषणं भवति, अन्यपदस्य विशेषणमस्ति, द्वौ बालकौ अथवा तत्र द्वौ बालकौ इति तत्र द्वौ इति पदं विशेषणमस्ति, द्वे सूत्रे द्वे पुस्तके इति स्मर्तव्यम्. अनन्तरं तप्रत्ययान्तशब्दः विशेषणं भवति अन्यपदस्य इति स्मर्तव्यम्. अस्तु, समीचीनं, धन्यवादः भगिनी. दत्तं सूत्रद्वयम् अपि समीचीनं, इति समीचीनं, तत् समीचीनं. परन्तु यदा तत्र तत्र नपुंसकलिङ्गे प्रयोगः अस्ति तदानीं तत्र तदनुगुणं वक्तव्यं भवति. अस्तु, तर्हि अग्रे पठामः. तत्र विमला भगिनी पठति वा? आं महोदय. पुरुषवचनविधिः तत्रतः. हा, एकवारं सारांशरूपेण वदतु किम् अवगतं तत्र पूर्वस्मात् परिच्छेदात्. अत्र कः शब्दः आत्मनेपद, कः परस्मैपद इति सूत्रत्रयात् विवरणं दत्तं. यदि पदम् अनुदात् अस्ति, ङित् अस्ति, तदा आत्मनेपदं. स्वरित् अस्ति, ङित् अस्ति, कर्तृभिप्राये क्रियाफले तत् न, कर्तृभिप्राये क्रियाफले न अवगतं मया भगिनि, परन्तु तत् आत्मनेपदं. शेषात् कर्तरि परस्मैपदम्, अवशिष्टाः सर्वे परस्मैपदी इति दत्तम्. ये धातवः अवशिष्यन्ते ये सर्वै परस्मैपदसंज्ञकाः इति उक्तम्. अत्र उदाहरणं दत्तं ऋष इति धातोः. ऋष इति उदात्तेत्, गै इति उदात्तेत् न ऋष इति उदात्तेत् किमर्थं? तत्र अनुदात्तसंज्ञा स्वेतसंज्ञा नास्ति. हा, अनुदात्तसंज्ञा अस्ति चेत् किं भवति तत्र? अनुदात्त अस्ति चेत् आत्मनेपदं भवति. हा, कुत्र पश्यामः अनुदात्तः अस्ति न वा इति कथं जानीमः? ऋष शब्दस्य उपरि न अधोभागे यदि चिह्नः अस्ति तत्र तत् अनुदात्त अस्ति, तस्य उपरि संज्ञा अस्ति तु स्वरित अस्ति। हा, तत्र द्वावपि नष्टः, तेन कारणेन तत् उदात्तसंज्ञा इति। परन्तु तत्र उदात्तेत् इति उक्तं खलु, न तु उदात्तसंज्ञा, उदात्त इत् अत्र इत् संज्ञा नास्ति, तेन उदात्त योगः इत् उदात्तेत्। हा, अत्र कुत्र इत् संज्ञा नास्ति? ऋष इति शब्दे, ऋष इति पदे इत्संज्ञा नास्ति वा? तर्हि इत्संज्ञा नास्ति चेत् अस्ति, अस्ति तु उपदेशेचननाशक इति अकारस्य लोपः भवति, ऋष् अवशिष्यते। हा, अतः एव उदात्तेत् इति वदामः खलु, तत्र ऋष इत्यत्र अकारः, अकारः अनुनासिकः अस्ति, परन्तु संज्ञा नास्ति, उपरि अपि संज्ञा नास्ति, अधोभागे अपि रेखः रेखः नास्ति, रेखा नास्ति, अतः तत्र उदात्तेत् इति वदामः। गय् इति धातुः, गय् तस्य अधोभागे चिह्नः अस्ति, तत् अनुदात्त, अनुदात्तः, अनुदात्तेत् नास्ति, केवलम् अनुदात्तः, अनुदात्तः, अनुदात्तः, सत्यं सत्यं सत्यं। तर्हि अत्र कः निष्कर्षः कः? गय् अपि उदात्तेत् न, अनुदाच्छिन्न इत् अस्ति इति अत्र न दत्तं भगिनी, अनुदात्तेत् नास्ति, केवलम् अनुदात्तः अस्ति, न अत्र न दत्तम् अस्ति, परन्तु उदात्तेत् नास्ति, उदात्तेत् नास्ति। तर्हि उदात्तेत् उदात्तेत् नास्ति, अनुदात्तेत् नास्ति, स्वरितेत् अपि नास्ति खलु, अत्र शेषः अस्ति, गञ् इति धातुः शेषः अस्ति, अतः तत्र शेषात् इति वदामः चेत् तत्र तस्मिन्नेव लाघवम् अस्ति, यतोहि उदात्तेत् अस्ति चेत्, तत्र उदात्तेत् अस्ति चेत् तत्र न उक्तं, किमपि न उक्तम्, उदात्तेत् वा भवतु, उदात्तेत् वा भवतु, अथवा अनुदात्तः भवतु, अथवा केवलं स्वरितः भवतु, न तु स्वरितेत्, स्वरितेत् नास्ति, अनुदात्तेत् नास्ति इति तादृशसन्दर्भे तत्र यः उदात्तेत् वा भवतु, अथवा अनुदात्तः भवतु, उदात्तः भवतु, अथवा स्वरितः भवतु, तादृशः अस्ति चेत् शेषात् इति वदामः, तादृशः वदामः चेत् तस्मिन्नेव लाघवम् अस्ति। केवलम् इत्संज्ञा अस्ति चेत्, स्वरिते अनुदात्ते इत्संज्ञा अस्ति चेत् तदा एव तत् शब्द तत् पदम् आत्मनेपदं भवति। सत्यं सत्यं, हा, परन्तु अत्र लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं तत्र तत्र किं वदामः? न अवगतं भगिनि। हा, तर्हि अत्र लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं तत्र शैली कथम् अस्ति? लः परस्मैपदमिति सर्वे सर्वे परस्मैपदी शब्दाः, तङ्गानां तेषु केवलं तङ्गानाम् आत्मनेपदीसंज्ञा भवति, तेन कारणेन प्रथम नवप्रत्ययाः परस्मैपदीप्रत्ययाः, केवलं तङ्गानाम् आत्मनेपदीसंज्ञा भवति। तत्पश्चात् यदा उक्तं परसूत्रमेव, हा, तदस्ति तदस्ति, परन्तु अत्र शैली किमर्थं शेषात् शेषात् तङ्गानाम् आत्मनेपदम् इति तादृशं किमपि न उक्तं, तिङ्क्षु शेषात् तङ् आन च आत्मनेपदम् इति न उक्तम्, अपि तु तङ्गानाम् आत्मनेपदं तत्र शेषात् इति पदस्य प्रयोगः नास्ति, किमर्थं? लघुत्वं, हा, लघुत्वं साधयितुं केवलं द्वौ पदौ इति वा, पदं पदे द्वे पदे द्वे पदे इति अस्ति। भगिनी श्रूयते वा रमा शिवरामनस्य? अधुना श्रूयते, अधुना श्रूयते, टेक्निकल् प्राब्लम्। अस्तु अस्तु, नास्ति चिन्ता, अस्तु अस्तु, भगिनी अग्रे पठति वा रमा शिवरामन् भगिनी? किन्तु किन्तु अत्र न किन्तु यत्र प्रत्ययाः सन्ति तदभवत् अग्रे पुरुषवचनविधिः पुरुषवचनविधिः विवक्षायां प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः एकवचनं द्विवचनं बहुवचनं च प्रत्ययाः विहिताः सूत्राणि च इमानि तिङ्गस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः तान्येकवचनद्विवचनबहुवचनान्येकषः युष्मद्युपपदे समानादिकरणे स्थानिन्यपि मध्यमः अस्मद्युत्तमः शेषे प्रथमः इदानीं संज्ञासूत्राणि सन्ति वा एतानि सर्वाणि आं भगिनि प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एकवचनं किमर्थम् आयाति इति एतानि सूत्राणि वदन्ति तिङ्गस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः त्री बै त्री मेट्रिक्स् हि पुट्स् ऐ डोण्ट् नो टु टेल् इन् संस्कृतम् इत्र अत्र प्रथमत्रयः प्रत्ययः तिप् तस्झि तेषां प्रथमः इति संज्ञा अस्ति अत्र प्रथमः इति तत्र अग्रे गत्वा तत्र पुरुषे इति अपि वदामः खलु प्रथमपुरुषे इति तत्र लोके तादृशप्रयोगः अस्ति प्रथमः इति संज्ञा अस्ति सिप्तस्थ अनयोः मध्यमः इति संज्ञा अस्ति मिप् वस्मस् अनयोः एतेषाम् उत्तमः इति संज्ञा अस्ति हा इति तत् सूत्रमस्ति तिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तमाः इति संज्ञा अग्रे तान् एकवचन द्विवचन बहुवचन अन्येकषः वर्टिकलि इफ् यु सी एकवचनं द्विवचनं बहुवचनम् आयाति दट् इस् तिप् तिप् सिप् मिप् एकवचने तस् थस् बस् द्विवचने झीथ मस् बहुवचने आत्मनेपदी धातूनामपि एकवचन द्विवचन बहुवचनम् आयाति युष्मद् उपपदे समानादिकरणे स्थानिन्यपि मध्यमः युष्मद् युष्मद् अर्थात् त्वं युवां युयम् एतानि पदानि आगच्छति चेत् मध्यमपुरुष मध्यमपुरुषस्य उपयोगं करणीयं हा समीचीनम् अस्मद् स्थाने अहम् आवां वयम् एतानि सर्वाणि पदानि आगच्छति चेत् उत्तमपुरुषप्रत्ययाः उपयोगं करणीयं शेषे प्रथमपुरुषः शेषे सर्वम् अपि अस्मद् युष्मद् अतिरिक्त सर्वम् अपि सत्यम् अस्मद् युष्मद् सर्वमपि अतिरिच्य शेषे प्रथमः अत्र पश्यामः चेत् अत्र शेषे इति युक्तमस्ति शेषे इति शैली अस्ति अत्रापि शेषे इति शैली अस्ति हा युष्मद् उपपदे समानाधिकरणे स्थानेनपि मध्यमः अस्मद्युत्तमः इति तान् विहाय अन्यत्र शेषे प्रथमः इति अस्ति अस्तु बहु समीचीनं भगिनि धन्यवादः अग्रे गोमती भगिनी पठतु प्रश्नः अस्ति भगिनि समानाधिकरणे इत्युक्ते किं समानाधिकरणम् इत्युक्ते समानाधिकरणं येषां ते समानाधिकरणम् इत्युक्ते अत्र उन्नतः बालकः इति वदामि चेत् तत्र बालकः इति एकं वस्तु अस्ति बालकः इति एकं वस्तु अस्ति द्रव्यम् अस्ति तत्र तादृशबालके औन्नत्यम् अस्ति उन्नतः इति तादृशगुणः अस्ति बालके तर्हि औन्नत्यं कुत्र अस्ति बालके एव अस्ति बालकत्वं कुत्र अस्ति बालके एव अस्ति इदानीम् औन्नत्यम् अपि च बालकत्वं तयोः समानाधिकरण्यम् अस्ति इत्युक्ते एकमेव अधिकरणम् अस्ति, एकम् अधिकरणम् अस्ति यस्मिन् बालकत्वम् अपि अस्ति औन्नत्यम् अपि अस्ति, अतः औन्नत्यम् अपि च बालकत्वम् अनयोः समानाधिकरणम् इति वदामः. यस्य अधिकरणं समानं, तत् लोकेशन् अथवा लोकस् सब्स्ट्राटम् इस् सेम्. धन्यवादः. अस्तु, पठामि भगिनि. हा, पठतु. भूयोगः लट् भूयोगः यदा यथा यदि वक्तुः यथा यदि सोरि क्षम्यतां यथा यदि वक्तुः इच्छा अस्ति भूधातुः प्रथमपुरुषस्य एकवचने तर्हि तिप् प्रत्ययः विहितः. भूयोगः तिप् यदि वक्तुः इच्छा अस्ति वृत् आत्मनेपदिधातुः वर्तते लटि. उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः. वृतयोगः वहि यः कोऽपि लकारः भवतु नाम प्रत्ययाः एत एव अष्टादशः. अतः यद्यपि वक्तुः इच्छाम् अनुसृत्य दशानां लकाराणां भेदाः सन्ति एव आरम्भे लट् लोट् लङ् इत्यादिक्रम, परन्तु इदानीम् अभेदः एव दृश्यते. अपि वयं जानीमः प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इति त्रीणि पुरुषवाचकाः अपि एकवचन बहुवचन द्विवचन वाचकाः अपि अस्ति इति मया दृष्टम्. अपि अस्माकम् इच्छा प्रथमपुरुषस्य एकवचनः अस्ति चेत् प्रथमं लकारस्य स्थाने लस्य इति सूत्रेण तिप् प्रत्ययः भवति. यथा भूधातु अस्ति चेत् भूयोगः तिप् भवति. भूधातुः परस्मैपदी धातुः वयं जानीमः, परन्तु यदि वयं वृत् धातु स्वीकुर्मः चेत् वृत् आत्मनेपदी धातुः अस्ति, तस्य लट् रूपं भवति वर्तते. अस्माकं विवक्षा अस्ति उत्तमपुरुषस्य द्विवचनं. उत्तमपुरुषस्य द्विवचनं प्रत्ययः भवति वहि, अतः वृत्तयोगः वहि इति स्वीकुर्मः. लकारः लट् लट् वा लोट् वा किमपि भवेत् प्रत्ययः एतानि सोरि एतेषाम् अष्टादशेषु प्रत्ययेषु एव स्वीकरणीयम्. एतेषाम् अष्टादशेषु इत्युक्तं समीचीनं वा? एतेषु अस्ति अतः यद्यपि वक्तुः इच्छामनुसृत्य दशानां लकाराणां भेदाः सन्ति एव आरम्भे, परन्तु इदानीम् अभेदः एव दृश्यते. अत्र लकार वदतु भगिनि. हा, इत्युक्ते अत्र समीचीनं भगिनि, भवती सम्यक्तया उक्तवती. अत्र वक्तुः इच्छामनुसृत्य यदा इदानीमेव तत्र वर्गस्य आरम्भे अस्माभिः पट् इति धातुं स्वीकृत्य दृष्टवन्तः. तत्र पट् धातुतः अस्माकं विवक्षानुगुणं लकारः आनीयते. यः कोऽपि लकारः भवतु, सार्वधातुकलकारेषु लट् लोट् लङ् यः कोऽपि लकारः भवतु, तत्र सर्वत्र अभेदः अस्ति, यतोहि ल इति एव अवशिष्यते इति उक्तम्. तदनन्तरं लकारस्य स्थाने प्रत्ययः तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययः परस्मैपदी वा आत्मनेपदी वा इति तदनुगुणं प्रत्ययः आयाति. तर्हि प्रत्ययः यदा आयाति तदानीं तत्र मध्ये विकरणप्रत्ययः आयाति. इदानीं प्रत्ययः कीदृशप्रत्ययः आयाति इति चेत् तत्र अस्माकं विवक्षानुगुणं वचनं किं पुरुषः कः तत्सर्वं विचिन्त्य एव प्रत्ययः आयाति. आत्मनेपदी प्रत्ययः वा परस्मैपदी प्रत्ययः वा वचनं किं पुरुषः कः तत्सर्वम् अस्माकं विवक्षानुगुणम् आनीयते. तर्हि भूयोगः लट् भवतु अथवा भूयोगः लङ् भवतु, भूयोगः लट् लिट् भवतु, सर्वत्र प्रक्रिया समाना एव भवति. लिट् इति तु तत्र अर्धधातुकलकारः, अतः तत्र भेदः अस्ति, प्रक्रियाभेदः अस्ति, परन्तु एतानि एव सूत्राणि, लः परस्मैपदं, तङ्गानाम् आत्मनेपदं, तत्तानि सर्वाणि समानानि, परन्तु प्रक्रियाभेदः अस्ति अर्धधातुकलकारे. तद् अग्रे आयासे इति पश्यामः. अस्तु, समीचीनम्. अस्तु, अधुना वासुदेवन् महोदय पठति वा? पठामि. तिङ्प्रत्ययानां प्रत्ययानां सिद्धिः. लाधिकारे तृतीयाध्याये चतुर्थपादे अष्टसप्तति श्लोकात् आरभ्य तृतीयाध्याये चतुर्थपादे द्वादशाधिक एकशतम् अपि च प्रत्ययादेशे प्रत्ययादेशे अपि च प्रत्ययादेशे सप्ताध्याये प्रथमपादे प्रथमश्लोकात् आरभ्य सप्तमाध्याये प्रथम श्लोकः सूत्रं क्षम्यतां भगिनि. सप्तमाध्याये प्रथमपादे प्रथमपादे नवचत्वारिंशत् सूत्रपर्यन्तं तिङ्प्रत्ययाः सिद्धाः भवन्ति. एभिः सूत्रैः मूलाः तिङ्प्रत्ययाः ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ्प्रत्ययाः भवन्ति. यदा तिप् लट् तिप् लटि ति लोटि तु तात् लङि तु लङि तु इत्यादिकं भवति, अतः अत्र पुनः भेदः आयाति. पूर्वम् उक्तं लट् लङ् लिट् एतेषां स्थाने स्थाने तिप् एव आयाति. अत्र तिङ्प्रत्ययः सूत्रे मूला तिङ्प्रत्ययः ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य इत्यादीनां लकाराणां सिद्धाः, तिङ्प्रत्ययः भवति. यदा तिप् लिटि लटि ति लोटि आदेशाः भवन्ति, तिङ्प्रत्ययानां स्थाने आदेशाः भवन्ति. अतः अत्र पुनः भेदः आयाति. प्रथमं भेदः कोऽपि नास्ति, कोऽपि न आसीत्, इदानीं भेदः आयाति. हा, बहु समीचीनं महोदय, तथैव अस्ति. इत्युक्ते अत्र एकवारं पश्यामः अष्टाध्याय्याम् अत्र कृपया म्यूट् करोतु महोदय. इत्युक्ते अत्र पृष्ठसङ्ख्या अस्ति एकसप्ततितमे पृष्ठे, पेज् 71. अत्र पश्यति चेत् तत्र ला अधिकारः इति अस्ति. अत्र सूर्यकुमारी भगिनी पश्यति वा ला अधिकारः? पुस्तकं नास्ति मम भगिनि. ओ, पुस्तकं नास्ति वा? मम समीपे अस्ति पुस्तकं भगिनि. हा, अस्तु वदतु. हा, लस्य लस्य इति सूत्रस्य अधिकारः कुतः पर्यन्तं? तिप्तस् जि सिप्तस् तं निस्मस् ताताञ्जता सा तान् त्वं मिद्वहि महि. लस्य इति सूत्रम् अधिकारसूत्रमस्ति खलु, अधिकारसूत्रं लाधिकारः. एतस्य अधिकारः कुतः पर्यन्तं? कुतः पर्यन्तम्? एकनिमिषम्. द्विपश्च द्विषश्च इति सूत्रपर्यन्तम् अस्ति. द्विषश्च इति सूत्रपर्यन्तम् अस्ति. लस्य इति सूत्रस्य अर्थः कः? लस्य अर्थः सर्वे सूत्राणि, सर्वाणि सूत्राणि सर्वाणि सूत्राणि लकारसम्बन्धसूत्राणि एव. लकारस्य स्थाने एव एतानि सर्वाणि सूत्राणि आयान्ति इति. अतः लस्य इत्युक्ते लकारस्य स्थाने, लकारस्य स्थाने एव एतानि सर्वाणि सूत्राणि कार्यं कुर्वन्ति. तर्हि अत्र प्रथमं सूत्रमस्ति, तस्य अनन्तरमस्ति अत्र धन्यवादः भगिनि. अत्र उमा भगिनी वदतु, अत्र उमा भगिनी वदतु, अत्र लस्ति इत्यस्य अनन्तरं सूत्रं किम्? अत्र प्रथमपुरुषः तिप्तस्जि, मध्यमपुरुषः सिप्तस्थ, मिक्बस्म इति उत्तमपुरुषः परस्मैपदि, ता आतां झ इति आत्मनेपदि, एक्सेट्रा. तिप् तिप् सिप् मिप् एकवचनं. हा समीचीनं समीचीनम् इति तत् सूत्रं जानीमः. तस्य अनन्तरं यानि यानि सूत्राणि सन्ति, पित आत्मनेपदानां टेरे, तासहसे, तर्हि अत्र तासः पित आत्मनेपदानां टेरे इति सूत्रं पश्यामः चेत् अत्र एतानि एतेषां सूत्राणां विवरणम् अग्रे आयास्यति. तत्र एकमेव सूत्रं स्वीकृत्य वदामि, किञ्चित् तादृशमेव अन्यानि कार्याणि अपि भवन्ति. इत्युक्ते पित आत्मनेपदानां टेरे इति सूत्रेण तत्र आत्मनेपदी प्रत्ययः अस्ति, त इति अस्ति प्रत्ययः, परन्तु वयं जानीमः वन्दते ते इति अस्ति खलु, न तु त, वन्दत इति नास्ति रूपं. तत्र लट्लकारे वन्द् धातोः वन्दते इति रूपमस्ति, न तु वन्दत. तर्हि त इति प्रत्ययः ते इति कथं भवति इति चेत् अत्र अनेन सूत्रेण पित आत्मनेपदानां टेरे इति सूत्रेण वन्दते इति अस्ति, वन्देते इति अस्ति, तत्रापि ए इति श्रूयते खलु. त आताम् इति अस्ति, आताम् इति तत्र इते इति परिवर्तनं भवति. तादृशपरिवर्तनानि, मूलप्रत्ययस्य परिवर्तनानि अत्र उक्तानि. था सहसे, वन्द् धातोः लट्लकारे मध्यमपुरुषे एकवचने रूपं किम्? भगिनी उमा भगिनी, वन्दस्ते, तादृशवन्दसे इति रूपं केन सूत्रेण भवति इति चेत् थासहसे, थासहसे इत्युक्ते तास् त अथां झ थास् इति मध्यमपुरुषे एकवचने प्रत्ययः अस्ति, आत्मनेपदी प्रत्ययः, तस्य स्थाने से इति आदेशः अनेन सूत्रेण भवति इति एतादृशप्रत्यय आदेशाः अत्र सन्ति. अपि च तत्र मध्ये पश्यन्ति चेत् ए रुः इति एकं सूत्रमस्ति, तेन सूत्रेण तत्र पटतु तिप् इति प्रत्ययः, तु इति भवति, एरुः इति सूत्रेण इति, एवमेव सर्वाणि सूत्राणि अत्र एव सन्ति प्रत्ययादेशाः. न केवलम् अत्र, अपि च सप्तमाध्याये अपि, सप्तमाध्याये प्रथमपादे अपि कानिचन सूत्राणि सन्ति इति. मूलतिङ् प्रत्ययाः सन्ति, तेषां स्थाने अन्य आदेशाः भवन्ति. अस्तु, इदानीं सूर्यकुमारी भगिनी पठतु अग्रे. तिङ् प्रत्ययानां सिद्धिः, सार्वधातुकप्रत्ययः, आर्धधातुकप्रत्ययः च, सार्वधातुकप्रत्ययाः, आर्धधातुकप्रत्ययः च. आरम्भे एते सर्वे तिङ् प्रत्ययाः तिन् सित् सार्वधातुकम् इत्यनेन सार्वधातुकसञ्ज्ञकाः. इयं पाणिनेः शैली, प्रथमं सर्वे समानाः इति वदामि सः, तदा अन्यसूत्रेण अपवादः उक्तः येन विद्यन्ते. प्रथमतया सामान्यं दीयते तदा विशेषः, परस्मैपदम् आत्मनेपदमपि तदा, सार्वधातुकम् अर्धधातुकम् अपि तदा, अन्यत् उदा कर्तरी सेप् इत्यनेन सर्वेभ्यः धातुभ्यः सेप्, तदा अपवादेन गणम् अनुसृत्य विभन्नाः विकरणप्रत्ययाः विहिताः. दिवादिभ्यः स्यन्, स्वादिभ्यः स्नु इत्यादयः. सार्वधातुकप्रत्ययाः अर्धधातुकप्रत्ययः विषये थिन् सित् सार्वधातुकम् इति सूत्रेण, सामान्यसूत्रेण लघुत्वं भवति, पाणिनीयशैली इदं विशेषण सूत्रे सन्ति चेत् अन्यत् अपवादः उक्तः पाणिनी शैली अस्ति प्रथमं सामान्यसूत्रं दीयते तदनन्तरं विशेष सूत्रं दीयते तदर्थम् अवगतं सौकर्यम् अस्ति उदाहरणम् अस्ति दिवादिभ्यः शन् स्वादिभ्यः स्नु इत्यादयः प्रथमं कत्री सेप् उक्तं तदर्थं सेप् आयाति प्रथमं अपेक्षया भिन्न कर्तृसप् भिन्नभिन्नकर्तृसप् आयात् भिन्नभिन्नकर्तृसप् नास्ति भिन्नभिन्नप्रत्ययः आयात् भिन्नप्रत्ययः क्षम्यताम् हा समीचीनं भगिनि समीचीनं भवती अवगतवती इत्युक्ते अत्र अत्र किं अत्र वदामः इति चेत् अत्र पाणिनीयसूत्रेषु क्रमः कथम् अस्ति इति चेत् सामान्यतया एतादृशक्रमः अस्ति परन्तु कुत्रचित् भेदः अपि भवति कुत्रचित् विशेषः उक्तः तदनन्तरं सामान्यम् उच्यते तथापि अस्ति परन्तु सामान्यशैली कथम् अस्ति इति चेत् प्रथमम् उत्सर्गः उच्यते तदनन्तरम् अपवादः कर्तरिशप् इति उत्सर्गः अस्ति जनरल् अस्ति जनरल् सूत्रं तस्य अपवादः अस्ति अन्यानि सूत्राणि दिवादिभ्यः शन् स्वादिभ्यः श्नु इति अन्यानि सूत्राणि चुरादिभ्यः णिच् अथवा हृदादिभ्यः श्नं चुरादिभ्यः णिच् चुरादिभ्यः णिच् वस्तुतः नासीत् तत् रदादिभ्यः श्नं अथवा अन्यानि जुहोत्यादिभ्यः श्लु यत् यत्किमपि भवतु तत्र अपवादाः भवन्ति उत्सर्गः उच्यते तदनन्तरम् अपवादः इति तादृशशैलीः बहुत्र दृश्यते अस्तु अग्रे वंशी भगिनी पठतु आं भगिनि नमस्ते भगिनि नमस्ते एवं चेत् कर्त्रार्थे कर्तृषप् इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति कर्तृषप् धातुतः शप् प्रत्ययः भवति कर्त्रार्थकसार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके अस्तु अत्र प्रथमं तु तिङ्क्षित् सार्वधातुकेन तत्र सार्वधातुकमिति सूत्रेण सर्वे तिङ् अथवा षित् प्रत्ययः सार्वधातुकसंज्ञा प्राप्नुवन्ति अपि च तत्र कर्तृषप् इति सूत्रेण तत्र शप् प्रत्ययः प्रथमम् आयाति यदि कर्त्रार्थकसार्वधातुकप्रत्यये परे अस्ति धातुपरे अस्ति अतः तत् प्रभाद्य अन्ये विकरणप्रत्ययाः आयान्ति ते सर्वे सूत्राणि सन्ति तत्र कर्तृषप् इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति धातोः शप् प्रत्ययः परश्च इत्युक्ते धातोः परश्च यदि शप् प्रत्ययः कर्त्रार्थी कर्तरी सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र शप् प्रत्ययः धातुः परश्च आयाति इति एतत् सूत्रं सूत्रस्य अर्थः अपि च इदानीम् अत्र मम प्रश्नः बहु समीचीनं भगिनि तत्र सूत्रार्थः स्पष्टः यतोहि पूर्वमपि अस्माभिः चर्चितमासीत् कर्तरी शप् इति सूत्रं कर्तरी शप् इति सूत्रस्य निमित्तं किम् कर्त्रार्थकसार्वधातुकप्रत्यये परे अस्ति चेत् अतः तिङ् सार्वधातुकप्रत्ययः अस्ति अपि च सः कर्त्रार्थकः भवति अतः तस्य पूर्वं शप् प्रत्ययः आयाति हा तर्हि अत्र स्मर्तव्यं किम् इति चेत् कर्तरी सार्वधातुके कर्त्रार्थकसार्वधातुकप्रत्ययः इति निमित्तं न केवलं कर्तरी शप् इति सूत्रे अस्ति अपि च पश्यति चेत् अत्र अधिप्रभृतिभ्यः शप् जुहोत्यादिभ्यः श्लु दिवादिभ्यः श्यन् स्वादिभ्यः श्नु सर्वत्र निमित्तं तत्र तदेव अस्ति कर्तरी सार्वधातुके इत्येव निमित्तमस्ति कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् धातोः परे प्रत्ययः भवति, कीदृशप्रत्ययः शब् भवति, नो चेत् तत्र श्यन् भवति, नो चेत् श्नु भवति, नो चेत् श भवति. अतः सर्वत्र सर्वेषु अत्र दशगणाः सन्ति. प्रत्येकस्मिन् गणे भिन्नविकरणप्रत्ययः अस्ति. तत्र यः कोऽपि विकरणप्रत्ययः भवतु गणमनुसृत्य, निमित्तं तु एकमेव, कर्तरि सार्वधातुके इत्येव निमित्तं सर्वत्र. परन्तु कर्तरि शप् अपि च तत्र अन्यानि सूत्राणि सन्ति, तयोः भेदः कः? तत्र प्रथमं तु कर्तरि शप् प्रथमम् आयाति भगिनि, तदनन्तरं तत् सूत्रं प्रभात्य विकरणप्रत्ययः सूत्रस्य कार्यं भवति. अतः तत्र विकरणप्रत्ययः यत्किमपि भवतु, गणस्य विकरणप्रत्ययः तत्र धातु अपि च तिङ् प्रत्ययोः मध्ये आयाति. हा सत्यं, परन्तु कर्तरि शप् अपि च अन्य दिवादिभ्यः श्यन् अनयोः भेदः कः? दिवादिगणे यत् दिवादिगणे यः धातुः अस्ति तत्र तस्य शन् प्रत्ययः भवति. हा सत्यं, सत्यं, बहु समीचीनं. दिवादिगणे यः धातुः अस्ति तस्य कृते श्यन् इति प्रत्ययः भवति, कर्तार्थकसारधातुकप्रत्ययः अस्ति चेत्. अस्तु, हा समीचीनम्. उत्सर्गसूत्रं न, एकक्षणं भगिनि, वंशी भगिनी वदति इदानीम् अत्र कर्तरिषप् कर्तरि शप् इति सूत्रे तत्र भेदः कः? हा कर्तरि शप् यत् सुमन् भगिनी उक्तवती उत्सर्गसूत्रे, एतत् विशिष्टसूत्रमस्ति भगिनी, यतोहि उत्सर्गसूत्रं भवतु, उत्सर्गसूत्रं भवतु, अपि च परसूत्रमपि भवेत् किल तत्र? न न न न, एकक्षणम् एकक्षणं, भेदः कः? उत्सर्गसूत्रं समीचीनम्, उत्सर्गम् उत्सर्गः अस्ति. कथं तत्र उत्सर्गता तत्र कथम् आगता? तत्र किमर्थम् उत्सर्गः इति वदामः? उत्सर्ग इत्युक्ते सामान्यसूत्रं, सर्वेषां कृते एतत् सूत्रं कार्यं करोति. परन्तु किमर्थं कार्यं करोति सर्वेषां कृते, किमर्थम् इदं सूत्रं कार्यं? यदि कर्तरि सार्वधातुकप्रत्यये परे अस्ति चेत् तत्र कर्तरिषप् मध्ये आयाति. अतः सर्वेषां कृते कर्तरि सार्वधातुक अनुवृत्ति भवति इति अहं चिन्तयामि. अतः तस्य सर्वत्र एकक्षणम् एकक्षणं, बहु समीचीनं भगिनी, भवती सम्यक्तया उक्तवती सर्वेषां कृते इदं सूत्रं कार्यं करोति, परन्तु किमर्थं किमर्थम् इदं सूत्रं सर्वेषां कृते कार्यं करोति? किमर्थम् इत्युक्ते तत्र तिङ् प्रत्ययनिमित्तीकृत्य एव कार्यं भवति किल भगिनि, तत्र तिङ् प्रत्यय तु कर्तरि. किं वक्तव्यं, किं वक्तव्यं, भवती अवगतवती सम्यक्तया अवगतवती, परन्तु किं वक्तव्यम् अत्र? धातुना धातुना तिङ् पश्यति इति वा? न, किमपि सुमन् भगिनि वदतु. नागत्वं भवति तत्र, नो चेत् दिवादिभ्यः कर्तरि श्यन् भवेत्, नो चेत् मम प्रश्नः कः? न एकक्षणं, मम प्रश्नः अस्ति, कर्तरि शप् इति सूत्रम् उत्सर्गसूत्रम् इति उक्तं, किमर्थं सर्वत्र कार्यं करोति इति उक्तं, तत् सर्वं समीचीनं, किमर्थं सर्वत्र कार्यं करोति? प्रथमं सर्वे समानाः अस्ति किल, किं प्रथमं सर्वे समानाः सन्ति, पश्चात् एव भेदः अस्ति. परं कार्यं न, मम प्रश्नः बहु सरलः अस्ति, बहु सरलः प्रश्नः अस्ति. न, मम प्रश्नः एकक्षणं, मम प्रश्नः कः इति शृण्वन्तु. अत्र कर्तरि शप् इति सूत्रं सर्वत्र कार्यं करोति इति उक्तं, किमर्थं सर्वत्र कार्यं करोति इति मम प्रश्नः. धातु किमपि प्रथमतया तु भेदः न भवति खलु, अनन्तरमेव भेदः भवति. हा तत्सर्वं सर्वैः बुद्धं, परन्तु सम्यक्तया न वदन्ति भगिनी. अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके, अतः सर्वत्र कार्यं करोति. हा इत्युक्ते किं तत्र, तत्र भेदः कः? कर्तरि शप् अपि च दिवादिभ्यः श्यन् अनयोः भेदः कः? कर्तरि शप् सामान्यसूत्रं दिवादिभ्यः शन् इति अपवादसूत्रं या तु विशेषसूत्रं। किमर्थं विशेषस्थानम् अस्ति तस्य? अत्र किं वक्तव्यम्? अत्र किं वक्तव्यम्? अत्र तथा किमपि नास्ति। अत्र सुमन्भगिनी उक्तवती, वदतु पुनः, वदतु सुमन्भगिनी। तत्र दिवादिभ्यः धातु अस्ति चेदेव दिवादिभ्यः श्यन् कार्यं करोति, नो चेत् न करोति। हा, परन्तु कर्तृशप् सर्वत्र भवति अपवादत्वेन। एकक्षणम्, सर्वत्र भवति इति किमर्थं? पुनः तद् तदेव प्रश्नः, सः एव प्रश्नः खलु। सर्वत्र भवति इति किमर्थम् इत्युक्ते, इत्युक्ते कर्तरि कर्त्रार्थे अस्ति, अपि च सार्वधातुकप्रत्यये अस्ति चेत् तत्र शप् आयाति। इदानीं गण पश्यामः, तनादिगण अस्ति चेत् तत्र उ प्रत्यय शप् प्रभागे उ आयाति। दिवादि गण अस्ति चेत् तत्र शप् प्रभागे श्यन् आयाति। हा, अस्तु, समीचीनं समीचीनम्। अत्र किं वक्तव्यं, वस्तुतः किं वक्तव्यम् इति चेत्, भेदः कः इति चेत्, कर्तरि शप् इति सूत्रे गणस्य उल्लेखः नास्ति इति विषयः अस्ति खलु। गणस्य उल्लेखः नास्ति, अतः एव सर्वत्र कार्यं करोति खलु। स एव मुख्यविषयः अस्ति। कर्तरि शप् इति सूत्रं सर्वैः अवगतं, सर्वैः बुद्धं, परन्तु किं वक्तव्यम् इति चेत्, दिवादिभ्यः श्यन् अपि च कर्तरि शप् अनयोः भेदः कः इति चेत्, कर्तरि शप् इति सूत्रे गणस्य उल्लेखः नास्ति, अतः धातुः यस्मिन् कस्मिन् अपि गणे भवतु, कर्तरि शप् इति सूत्रस्य कार्यं भवितुम् अर्हति, प्रसक्तिः अस्ति। अतः एव कर्तरि शप् इति सूत्रं चुरादिगणे अपि कार्यं करोति खलु। नो चेत् चुरादिगणे किमर्थं कार्यं करोति? यतोहि सूत्रस्य उल्लेखः, तत्र गणस्य उल्लेखः नास्ति, अतः सर्वसामान्यसूत्रम् अस्ति खलु इति मुख्यविषयः अस्ति। दिवादिभ्यः श्यन् इत्यत्र सर्वत्र अन्येषु सर्वेषु सूत्रेषु गणस्य उल्लेखः अस्ति। अधिप्रभृतिभ्यः शप्, ज्योत्यादिभ्यः श्लु, दिवादिभ्यः श्यन्, स्वादिभ्यः श्नु, तुदादिभ्यः, सर्वत्र गणस्य उल्लेखः अस्ति। तस्य महत्त्वं किम् इति चेत्, कर्तरि शप् इति सूत्रम् अत्र धातुः यः कोऽपि धातुः भवतु, कर्तार्थकसार्वधातुकप्रत्ययः अस्ति चेत् तस्य सूत्रं, तत्सूत्रं कार्यं करोति। इत्युक्ते किम् इति चेत्, पट् योगः ति इत्यत्रापि कर्तरिषप् कार्यं करोति, पाटीयोगः ति इत्यत्रापि कर्तरिषप् कार्यं करोति। पाटी इति निजन्तधातुः अस्ति, पाटी इति निजन्तधातुः अस्ति, तादृशधातुः अस्ति चेत् अपि तस्य पुरतः कर्तार्थकसारधातुकप्रत्ययः अस्ति चेत् इदं सूत्रं कार्यं करोति। अतः कर्तरिषप् इति सूत्रं धातुः कः इति न चिन्तयति, कस्मिन् गणे अस्ति इति न चिन्तयति, यः कोऽपि धातुः भवतु तस्य प्रसक्तिः भवति। अतः एव पाठयति इति रूपं निष्पद्यते, तत्रापि कर्तरि शप् इत्यस्य कार्यम् अस्ति। अस्तु, अग्रे पठतु भगिनि। अधिप्रभृतिभ्यः शपः, तत्र शप् लोपः भवति। जुहोत्यादिभ्यः श्लुः, तत्र शपः लोपः भवति, लुक् भवति। दिवादिभ्यः शन् तत्र शन् इति शप् प्रभागे आयाति। स्वादिभ्यः श्नुः, श्नुः इति नो भवति। तत्र तुदादिभ्यः शः, तत्र अकारः अवशिष्यते। रुदादिभ्यः श्नम्, तत्र नकारः धातुः मध्ये आयाति। तनादिक्रीभ्यः उः, तत्र उ ओ भवति गुणभूत्वा। क्रयादिभ्यः श्ना इति ना मध्ये आया, ना धातु अनन्तरम् आयाति। तत्र एते नव विक्रणप्रत्ययाः सन्ति। चुरादिभ्यः तु शप् निच् अपि च शप् अस्ति, अतः एते विक्रणप्रत्ययाः कर्तरि शप् अनन्तरं तस्मिन् स्थाने, शपं स्थाने एते विक्रणप्रत्ययाः आयान्ति। समीचीनम्, अस्तु, समीचीनं, धन्यवादः भगिनि। अग्रे विनय महोदय पठतु। अस्ति वा महोदय? भगिनि अत्रास्ति महत्त्वपूर्णबिन्दुः सर्वे सिद्धः तिङ् प्रत्ययः सार्वधातुकः भवन्ति चेत् तर्हि कर्त्रर्थे सर्वेषु लकारेषु कर्तृशप् इत्यस्य प्रसक्तिः एवं चेत् गणभेदः भविष्यति सर्वेषु लकारेषु परन्तु तदा तथा नास्ति चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते लट् लोट् लङ् विधिलिङ्ग् च शतसु लकारेषु गणीयभेदः नास्ति लिट् विट् लिङ् लुट् लुङ् आशीर्लिङ्ग् च अतः कथञ्चित् एषां लकाराणां सिद्धप्रत्ययः सार्वधातुका न स्युः पाणिनिः एषां लकाराणां सिद्धप्रत्ययानां सार्वधातुकत्वं साधयति मात्रद्वयेन अतः सार्वधातुकलकारः सम्बन्धे गण व्यवस्था चिन्ता न भवति परन्तु आधातुकलकारः विभाजनं कृत्वा पाणिनेः कृत्वा यथा आधातुक साधयति आधातुकमार्ग अन्य अस्ति आधातुकमार्ग इडागम आधारेण भवति सार्वधातुकमार्ग सार्वधातुकमार्ग गणसपेक्षः अस्ति आधातुकमार्ग गणसपेक्ष नास्ति समीचीनं महोदय समीचीनं तथैव इत्युक्ते तत्र कर्तरीषप् इति सूत्रस्य प्रसक्तिः सर्वेषु लकारेषु भवति वा इति चेत् तत्र केवलं लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु एव कर्तरीषप् इति सूत्रस्य प्रसक्तिः अस्ति यतोहि तत्र एव धातुतः साक्षात् कर्तार्थकसार्वधातुकप्रत्ययः भवति अपरेषु लकारेषु धातुना साक्षात् तिङ् प्रत्ययं द्रष्टुं न शक्नोति तत्र मध्ये व्यवधानम् अस्ति नो चेत् अन्यक्रमः अस्ति नो चेत् तिङ् प्रत्ययः एव साक्षात् आर्धधातुकः भवति अतः तत्र कर्तरीषप् इति सूत्रस्य प्रसक्तिः नास्ति सारांशः कः इति चेत् कर्तरीषप् इति सूत्रस्य प्रसक्तिः सार्वधातुकलकारेषु एव भवति यत्र लट् लकारस्य रूपं लोट् लकारस्य रूपं लङ् लकारस्य रूपं विधिलिङ्ग् लकारस्य रूपं तत्रैव कर्तरीषप् इत्यस्य प्रसक्तिः अपरेषु लकारेषु तस्य प्रसक्तिः नास्ति इति तावदस्ति अस्तु तर्हि अत्र स्थगयामः अत्र अग्रिमसप्ताहे तत्र विरामं स्वीकुर्मः इति चिन्तयामि यतोहि तत्र नववर्षस्य समीपमस्ति अग्रिमसप्ताहे विरामं स्वीकुर्मः तत्पश्चात् तत्र जान्वरि 4th इति पुनः अस्माकं वर्गः भविष्यति अस्तु धन्यवादाः भगिनि धन्यवादः नमस्कारः धन्यवादः भगिनि धन्यवादः नमस्कारः भवतां सर्वेषां कृते अपि नववर्ष शुभाशयाः नववर्ष शुभाशयाः सर्वेभ्यः